नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। यङ् लुबन्तदातवः इति पाठः अनुवर्तते। तत्र वयं धातोरेकाचो हलादे क्रियसमाभारे यङ् धातुर् एकाचो हलादेः क्रियसमभिहारे यङ् इत्यनेन यङ् विधीयते। तत्र वारं वारम् अथवा अतिशयार्थे हलादि एकाच् धातुभ्यः यङ् प्रत्ययः भवति इति दृष्टवन्तः। तत्र हलादिः एकाच् धातुः भवतु, अर्थः तु पौनःपुन्येन इति। तत्र केचन अपवादाः सन्ति इत्यपि दृष्टवन्तः। तर्हि यङ् प्रत्ययः कुत्र कुत्र भवति इत्युक्ते, अजादिधातुषु हलादि तु भवति एव, हलादि एकाच् तु भवति एव, तत्र केचन अपवादाः सन्ति, तदपि दृष्टवन्तः। अजादिधातुषु अट् ऋ अष् ऊर्णु एतेभ्यः यङ् भवति। तत् स्मरन्तु, अद्य ऊर्णु विषये वयम् अष् ऊर्णु विषये अद्य पश्यामः। अवशिष्टेभ्यः अजादिधातुभ्यः यङ् न भवति, केवलं चत्वारः अट् ऋ अष् ऊर्णु इति। हलादिधातवः तु द्विविधः, अनेकाचः एकाचः। एकाचः तु क्रिया धातुरेकाचो क्रियासमभिहारे यङ् इत्यनेन भवति एव। अनेकाच् धातुषु केवलं सूची सूत्री मूत्री इति त्रिभ्यः एव यङ् भवति, अवशिष्ट हलादि अनेकाच् धातुभ्यः यङ् न भवति। सर्वे निजन्ताः सनन्ताः धातवः अनेकाचः, अतः तेभ्यः अपि यङ् न भवति। निजन्तः सनन्तः ये धातवः अनेकाचः तेभ्यः यङ् न भवति। चुरादिगणे यावन्तः धातवः सन्ति ते सर्वे अनेकाचः, निच्योजयामः सर्वे अनेकाचः, अतः तेभ्यः अपि यङ् न भवति। दीदि वेवि दरिद्रा जागृ चकास् इत्येताभिः अपि यङ् न भवति। भगिनि अत्र जागृविषये अत्र उदाहरणमस्ति, आं वदतु महोदय। अत्र सूचि सूत्रि मूत्रि इति खलु, तत्र ते तत्र धातुपाठे न सन्ति खलु, केवलं सूत्रेषु एव तेषां तत्र सौत्रदातवः इति सौत्रदातवः। आम्, अनन्तरं जागृविषये अग्रे उदाहरणमस्ति, तस्मिन् समये पुनः अत्र आगत्य पश्यामः। दीदि वेवि दरिद्रा जागृ चकास् इत्यादिभ्यः अपि यङ् न भवति इति अत्र उक्तं, परन्तु अद्य यत् पठामः तस्मिन् विषये जागृधातुः अस्ति, अतः तत्र किमर्थम् उक्तम् इति पुनः आगत्य पश्यामः। पट् वद् मुद् बुद् इत्यादिभ्यः सर्वेभ्यः एकाच् हलादिधातुभ्यः यङ् प्रत्ययः तु भवति एव। जागृ विचिन्नल् मित्सु किमर्थ अस्तु पश्यामः। अस्तु, तदेव यङन्तस्य धातुसंज्ञा सनाद्यन्ता धातवः इत्यनेन धातुसंज्ञा भवति। तत्र यङ्लुक् विधानम् इत्यस्मिन् विषये एव वयं गतसप्ताहे चर्चितवन्तः। यङोचि च इति सूत्रमासीत्, बहुमुख्यसूत्रं, यत् अनेन यङ् लुक् भवति अच् प्रत्यये परे अथवा अच् प्रत्यये विना अपि यङ् लुक् भवति। तत्र च इति शब्देन अच् प्रत्ययं विना अपि यङ् लुक् भवति इति दृष्टवन्तः। तत्र बहुलम् इत्यपि अनुवर्तते, अतः वैकल्पिकम् अस्ति। यङ् लुक् भवति अच् प्रत्यये परे, अपरे इत्युक्ते अनैमितिकम् अस्ति चेदपि यङ् लुक् भवति, परन्तु वैकल्पिकम् अस्ति इति दृष्टवन्तः। तत्र न धातु तस्मिन्नेव विषये वयं न धातुलोप आर्धधातुके अच् प्रत्ययस्य निवेशस्य फलं किमर्थं तत्र यत् तत्र तु लुक् एव स्यात् किल, किमर्थं तत्र यङ् क्षम्यताम् अच् इति प्रत्ययः योजितः सूत्रे इत्यस्य उत्तरमेव न धातुलोप आर्धधातुके इति सूत्रे अस्ति। धातु अंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धि न सः, तत्र उदाहरणानि वयम् अष्टाध्यायी डाट् काम् मध्ये अपि दृष्टवन्तः। इको गुणवृद्धि न भवति धातु अंशलोपनिमित्ते। इदानीम् अस्माकं धातु अंशलोपनिमित्तम् अस्ति यङ् यकारः आर्धधातुके परे, इको गुणवृद्धि न भवति इति तस्य तद् दृष्टवन्तः। तत्रापि एकं उदाहरणं किम् आसीत्? लुङ् लु इति धातुः किल, लुङ् छेदने लुङ् छेद् लोलु लोलुव इति किमपि आसीत् किल, लोलुव लोलुय इति इति अत्र लोलुवः इति. तत्र किं तत्र भेदः कः इत्युक्ते, यत्र अच् प्रत्ययः परः अस्ति तत्र द्वित्वकार्यं प्रथमं भवति, तस्य विषये अद्य एव पश्यामः. संयङोः इति तत्र गुणो यङ्लुकोः इत्यनेन अभ्यस्तस्य इगन्त अभ्यासस्य गुणः भवति, परन्तु यत्र अनन्तरं यङोचिच इत्यनेन विकल्पेन लुक् भवति. परन्तु यत्र अनैमित्तिकम् अस्ति प्रथमं यङोचिच इत्यनेन तत्र यङ् इत्यस्य लुक् भूत्वा अनन्तरं संयङोः इति कार्यं, न धातु लोपार्धधातुके इत्यनेन गुणनिषेधः इत्येव तत्र प्रक्रियायां भेदः भवति. तदेव अस्ति, तदेव वयम् अद्य पश्यामः. महोदय तत्र ॐ पवने इत्यस्मात् अनन्तर परिच्छेदः, तर्हि प्रश्नः अधुनापि अस्ति, तद् तस्मात् पठनीयं महोदय. भगिनि कुत्र अस्ति भगिनि? ऐ केन् सी ऊर्नु अण्ड् ऊर्नु इस् मच् लेटर् भगिनि. एतत्तु पूर्वं कथं निषेधः इति चेत् तत्र न धातुलोपार्धधातुके न न तस्मात् पूर्वं तद् वयं तद् सर्वम् अद्य एव पठामः. न धातुलोप अर्धधातुके इति पश्यति वा? आम् भगिनि, यथा लूञ् सेदने इति धातुः तद् अग्रिमः, तस्मात् अनन्तरं प्रक्रिया एवं, तस्मात् अनन्तरं कथं निषेधः, तस्मात् अनन्तरं तस्मादनन्तरं कथं निषेधः इति चेत् तस्मात् अनन्तरम् अग्रे प्रक्रिया एव, तस्मात् अनन्तरं कूञ् पवने, तस्मात् अनन्तरं तस्मात् अनन्तरं तर्हि प्रश्नः अधुना अपि अस्ति. अस्तु भगिनि, अस्तु भगिनि, धन्यवादः भगिनि. भगिनि तत्र एकनिमिषः, मम अपि प्रश्नः, एकनिमिषः. पूपवने इति धातोः यः पुनः पुनः तदा अभवत् तदा, तर्हि प्रश्नः तद् भवान् तर्हि अस्तु. तर्हि प्रश्नः अधुनापि अस्ति, किमर्थम् अच्प्रत्ययः यङोचि च इति सूत्रे पठितः? यतोहि अच्प्रत्यये परे यङः लुक् नैमित्तिकम्, अचम् अतिरिच्य अन्यत्र सर्वत्र यङ् लुक् क्षम्यताम्, अच प्रत्यये परे यङ् लुक् नैमित्तिकम्, अचम् अतिरिच्य अन्यत्र सर्वत्र यङ् लुक् अनैमित्तिकम्, अच् प्रत्ययः यङ् लुकः यङः लुकः निमित्तमस्ति, अस्य फलद्वयं वर्तते, एकं फलम् इदं यत् असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषया, अन्तरङ्गकार्यस्य कर्तव्ये बहिरङ्गकार्यम् असिद्धं भवति. अच् प्रत्यये परे यत् यङ् लुक् तत् अधुना द्वित्वकार्य अपेक्षया अधिक अपेक्षा बहिरङ्गम् अधिक अपेक्षाम् अपेक्ष अधिकापेक्षा अधिपा अधिक अपेक्षं बहिरङ्गम्, अचम् अतिरिच्य अन्यत्र सर्वत्र यङ् लुक् अनैमित्तिकम् अतः अन्तरङ्गम्. अस्तु, द्वितीयफलं प्रमुखः तच्च अग्रे प्रदर्श्यते. अस्तु, अत्र प्रश्नः उदेति किमर्थम् यङोचि च इति सूत्रे इति सूत्रे पठितः अच् प्रत्ययः इति इत्युक्ते अत्र यङ् लुक् इत्यस्य निमित्तमस्ति अच् प्रत्ययः. इदानीं तत्र किमर्थं तत् अत्र फलद्वयमस्ति, एकमस्ति असिद्धं बहिरङ्गमन्तरङ्ग इत्यनेन तत्र द्वित्तकार्ये द्वित्तकार्यस्य अपेक्षया यत् यङ् लुक् इति विधानं क्षम्यतां यङ्गोचि च इति बहिरङ्गम् अस्ति. किमर्थम् इति चेत् तत्र द्वित्वकार्य अपेक्षा किमपि नास्ति द्वित्वं, परन्तु अत्र लोपे कृते अच् प्रत्ययस्य निमित्तम् अस्ति, अतः तत्र प्रथमं द्वित्वं भवति इति. अचम् अतिरिच्य अन्यत्र सर्वत्र किमर्थं तत्र यदि अचम् अतिरिच्य अन्यत्र अनैमित्तिकमस्ति, तदा तदा किं भवति अत्र, तदा अन्तरङ्गमस्ति, अतः इति अस्ति तत्र. एकमस्ति अच् निमित्तीकृत्य यङ् लुक् भवति, अतः तत्र बहिरङ्गं भवति द्वित्यापेक्षया. परन्तु अन्यत्र अत्र यङ् लुकस्य किमपि निमित्तं न आवश्यकमस्ति अन्यत् अन्येषु प्रत्ययेषु अत्र किमपि न आवश्यकमस्ति. क्षम्यताम्, अन्येषु यङ् लुक् इत्यस्य किमपि अपेक्षा नास्ति, कोऽपि निमित्तस्य अपेक्षा नास्ति, अतः यङ् लुक् भवति, अतः तदेव अन्तरङ्गं भवति इति अस्ति. सत्यं, तस्मिन् विषये इतोपि अग्रे आगच्छति पुनः, तद् अधिक अपेक्षा बहिरङ्गम् इत्यस्मिन् विषये अस्मिन् एव करपत्रे अस्ति. अतः तत्र यङोचि च इत्यत्र यद् अच् इति प्रत्ययः नैमित्तिकम् अस्ति चेत् किं प्रथमं भवति, संयङ्गोः भवति वा यङोचि च इति भवति वा इति प्रश्नः. अनन्तरं यदा तद् अनैमित्तिकम् अस्ति इत्युक्ते अच् प्रत्ययः परः नास्ति चेत् तदा किं भवति, प्रथमं द्वित्वं द्वित्वकार्यं वा अथवा लुक् यङ् लुक् कार्यं वा इति एव तत्र प्रश्नः. तस्यैव उत्तरम् उदाहरणरूपेण अत्र प्रतिपादितम्, इतोपि अग्रे अपि तस्मिन् एव विषये अस्ति. महोदय उदाहरणमपि पठतु. तर्हि अचिपरे द्वित्वं अन्तरङ्गम् अस्ति, परन्तु अन्यत्र द्वित्वं बहिरङ्गमस्ति. बहिरङ्गम्, आम्, अस्तु. अग्रे प्रदर्श्यते लू योग यङ् योग अच्. इदानीं सनङ्गोः इत्यनेन यङन्तधातोः द्वित्वं यङ्गोचि च इत्यनेन अच् प्रत्यये परे यङ् प्रत्ययस्य लुक् द्वयोः एकत्र प्राप्तिः, सनङ्गोः यङ्गोचि च इत्यस्य एकत्र प्राप्तिः. यङ् लुक् बहिरङ्गम् इति कृत्वा परत्वात् नित्यत्वात् सनङ्गोः इत्यनेन द्वित्वं द्वित्वम् अस्ति. अस्तु सर, तर्हि लो लू लू इत्यस्य द्वित्वं लू लू इति भवति. अनन्तरं गुणः यङ् लुकोः इत्यनेन यङ् प्रत्यये परे इगन्तस्य अभ्यासस्य गुणः भवति, तर्हि लो लू योग यङ् इदानीं यङ् योग अच्. इदानीम् अच् प्रत्ययनिमित्तीकृत्य तत्र लू यङ् इत्यस्य लुक् भवति इत्यनेन अच् प्रत्यये परे यङ् प्रत्ययस्य विकल्पेन लुक् लो लू योग अच्. इदानीं तत्र सार्धार्धकयोः इत्यनेन अच् प्रत्ययस्य परे लू इत्यस्य गुणादेशः, अयं गुणादेशः न धातु लोपार्धातुके इत्यनेन निषिध्यते. किमर्थम् इति चेत् अयम् अच् प्रत्ययः यङ् लुक् निमित्तम् अस्ति, अन्यत्र सर्वत्र यङ् लुक् अनैमित्तिकं, किन्तु अत्र यङ् लुक् नैमित्तिकमेव. न नो चेत् न धातु लोपार्धातुके इति सूत्रस्य प्रसक्तिरेव न भवति स्म. धात्वंशलोपनिमित्ते आर्धातुके परे इको गुणबुद्धिः न स्तः इति, यदि यङ्गोचि च इति सूत्रे अच् इति दलं न अभविष्यत्, नाम अच् प्रत्यये परे अपि यदि यङ् लुक् अनैमित्तिकं भवति, तर्हि न धातु लोपार्धातुके इत्यनेन सार्धात्कार्धातुकयोः इत्यनेन प्राप्तगुणं बाधितुं न शक्नोति स्म, गुणकार्यम् अभविष्यत्. लो लू योग अच् लो लो योग अच् लो लव इति अनिष्टानुरूपं सिद्ध्यति स्म. अस्य कृते यङ् लुक् निमित्तम् अच् प्रत्ययः आवश्यकः. एतद् यङ्गोचि च इति सूत्रे अच् प्रत्ययः पठितः, अतः लोलुव इति सिद्ध्यति. अत्र वयम् इदानीमेव दृष्टवन्तः तत्र लो लो लू इत्यस्य यङ् लुक् किं भवति इति, लू योग यङ् योग अच् इति अस्ति. तत्र सनङ्गोः इत्यस्य इत्यनेन द्वित्वम् अपि च यङ्गोचि च इत्यनेन तत्र एकत्र प्राप्तिः अस्ति, यङ्गोचि इत्यनेन तत्र यङ्गः लुक् इत्यस्य. इदानीं सनङ्गोः इति बहिरङ्गं किमर्थमित्येत् तत्र यङ् अनन्तरं तत्र अच् यङ्गः लुक् अच् प्रति पर अस्ति, अतः तस्य बहिरङ्गमस्ति. अतः कृत्वा तत्र द्वित्वं प्रथमं भवति, यदा द्वित्वे कृते अनन्तरं तत्र यङ्गोचि चैतनेन तत्र लुक् जाते, तत्र सार्धातकधातुः इत्यस्य गुणः न भवितुम् अर्हति. किमर्थम् इत्येतत् तत्र धात्वंश निमित् अर्धातकप्रत्यय अच् इति तत्र धात्वंशस्य लोपं लोपः कारितः इति कृत्वा आर्धातुक आर्धकप्रत्ययेन लोपकारितः इति कृत्वा गुणवृद्धिः न भवति इति न धातुक आर्धक इत्यनेन. अतः यदि न भविष्यति तत्र तादृश अचि इति पदं दलं नास्ति चेत् तत्र अनैमित्तिकं भवति. अतः तत्र लो वा इति अनिष्टरूपं भवति इति कृत्वा तस्य अत्र यङ्गो यङ्ग अचि च इति तत्र अच् प्रत्यय अच् इति दलं तत्र योजितमस्ति इति अस्ति. अत्र भगिनि तत्र अच् प्रत्ययस्य एव वा अन्यत्र नास्ति वा तादृश एतावता अच् प्रत्ययस्य एव विषये यङ्गोचि च इति वदति. अग्रे प्रायः अन्यप्रत्ययस्य विषये आगच्छति वा इति द्रष्टव्यम्. एतावता केवलं यङ् विष क्षम्यताम् अच् विषये एव तत्र चर्चा. अग्रे किम् अस्ति इति द्रष्टव्यमेव. अतः तत्र बाध्यबाधक इति पश्यामः चेत् संयङ्गोः यङ्गोचि च लू यङ् अच् इति अस्ति. तत्र यङन्तधातोः द्वित्वं संयङ्गोः इत्यनेन यङ्गोचि च इत्यनेन यङ् लुक् अच् प्रत्यये परे एकत्र प्राप्तिः द्वयोः अस्ति. तत्र यङ् लुक् बहिरङ्गम् इति कृत्वा यङ् लुक् बहिरङ्गम् इति कृत्वा परत्वात् नित्यत्वाच्च संयङ्गोः इत्यनेन द्वित्वं प्रथमं भवति. लूलु इति आम् तदेव द्वित्वकार्यं प्रथमं भवति. अनन्तरं तत्र गुणो यङ् लुकोः इत्यनेन यङ् प्रत्ययस्य इङन्तस्य अभ्यासस्य गुणः तद् तु भिन्नः. अभ्यासस्य गुणः तु गुणो यङ् लुकोः इत्यनेन भवति. अनन्तरं तत्र किं भवति इत्युक्ते यङोचि च इत्यनेन विकल्पेन तत्र यङ् इत्यस्य लुक् भूत्वा लो लू इति अस्ति. अच् इदानीमपि अस्ति सार्वधातुक आर्धधातुकयोः इत्यनेन अच् प्रत्यये परे लू इत्यस्य गुणादेशः भवति. तद्गुणादेशः एव बाधितं भवति न धातुलोप आर्धधातुके इत्यनेन तद् निषिध्यते. किमर्थं निषिध्यते इति उक्तम् अच् प्रत्ययस्य अच् प्रत्ययः यङ् लुक् इत्यस्य निमित्तमस्ति. यङ्गोचि च इत्यस्य निमित्तमस्ति अच् प्रत्ययः. अतः न धातुलोप आर्धधातुके इत्यनेन यद् गुणादेशः भवितुम् अर्हति तद् तु निषिध्यते. एतावदेव अत्र अस्ति. अग्रे इतोपि अस्ति तत् पश्यामः. लोलूय इति तत्र रूपम् रूपमिति न अङ्गम् अवगतं वा? इति रूपं खलु लोलुव. क्षम्यतां या नास्ति बकार लोलुव. अत्र अपरस्मिन् पक्षे किं भवति इति पश्यामः चेदेव स्पष्टं भवति इति मम चिन्ता. तत्र यदा तद् अच् प्रत्ययः नास्ति चेत् किं भवति इति कम्पेरिसन् कुर्मः चेदेव तद् स्पष्टं भवति. अत्र न दत्तं पश्यामः. आम् आम् अग्रे अस्ति इति चिन्ता तद् पश्यामः चेदेव स्पष्टं भवति किं यदा अच् नास्ति चेत् किं भवति पश्यामः. उषा भगिनी पठति वा? प्रयत्नं करोमि भगिनि. पुनः प्रश्नः उदेति यङ्गोचि च इति सूत्रे अच् प्रत्ययः इत्यस्य निमित्तसप्तमी इति कृत्वा अयं प्रत्ययः यङ् लुक् प्रति नैमित्तिकः अच् इति उक्तं चेत् तादृशाः अन्ये अपि नैमित्तिकप्रत्ययाः सन्ति वा येषां माध्यमेन न धातुलोपे आर्धधातुके द्वारा गुणनिषेधः सिद्ध्येत. ओके, यङ्गोचि च इति कृते अच् प्रत्ययः नैमित्तिकः. अच् इति उक्तं चेत् तादृशाः अन्ये अपि नैमित्तिकप्रत्ययाः सन्ति वा येषां माध्यमेन न धातुलोपे आर्धधातुके इति द्वारा गुणे निषेधः सिध्येत. ओके, यथा अनियर् अथवा अन्ये कृत् प्रत्ययाः यया रीत्या अच् प्रत्ययः नैमित्तिकः इति कारणतः लो लुव भवति न तु लो लव. एवमेव लू योगः यङ् योगः अनियर् लोलुवनीयं न तु लोलवनीयम् इति वा. लोलुवनीयं लू इति धातु, बट् लोलुवनीयम् ओके, न तु लोलवनीयम् इति वा इति चेत् नैव. यङ्गोचि च इति सूत्रे अच् इत्येव उक्तं, यतोहि अच् प्रत्ययः एव नैमित्तिकः. अन्यः न कोऽपि प्रत्ययः वर्तते यः यङ् लुक् प्रति नैमित्तिकः स्यात्. लू योगः यङ् योगः अनियर् लो लवनीयम् भगिनि यङ्गोचि च इति कृते अच् प्रत्ययः यङ् लुक् प्रति नैमित्तिक निमित्तं भवति. अच् इति उक्तं चेत् तादृशाः अन्ये अपि नैमित्तिकप्रत्ययाः सन्ति वा येषां माध्यमेन न धातुलोपे आर्धधातुके द्वारा गुणनिषेधः सिध्येत. तत् प्रश्नः मया न अवगतं भगिनि. सो अन्ये अपि नैमित्तिकप्रत्ययाः सन्ति वा तादृशाः अन्ये अपि इति अवर् इन्वेस्टिगेशन् इति अन्ये सो सन्ति वा येषां माध्यमेन न धातुलोपे आर्धधातुके द्वारा गुणनिषेधः सिध्येत. बैबिच् न धातुलोपे आर्धधातुके इत्यनेन गुणनिषेधः रिसल्ट्स् ओके. यथा अनीयर् अथवा अन्ये कृत् प्रत्ययाः यया रीत्या अच् प्रत्ययः नैमित्तिकः इति कारणतः लो लुव भवति न तु लो लव. एवमेव लू योगः यङ् योगः अनीयर् इति कृते लो लुवनीयं न तु लो लवनीयम् इति वा. सो लू योगः यङ् योगः अनीयर् इति स्थिते लो लुवनीयं वा अथवा लो लवनीयम् इति वा इति चेत् नैव. यङ्गोचि च इति सूत्रे अच् इत्येव उक्तं, यतोहि अच् प्रत्ययः एव नैमित्तिकः. अन्यः न कोऽपि प्रत्ययः वर्तते यः यङ् लुक् प्रति नैमित्तिकः स्यात्. सो लू योगः यङ् योगः अनीयर् इति स्थिते लोलवनीयम् इत्येव भवति, नाट् लो लुवनीयम्. सो अनीयर् अनीयर् इति अच् प्रत्ययः भवति. अच् प्रत्ययः इति कारणतः न धातुलोपे आर्धधातुके इति अच् इति प्रत्ययः एव. अच् इस् नाट् अजन्ता और् प्रत्याहारः नास्ति. अच् इस् अ प्रत्यय. अच् इस् अ प्रत्यय. अच् इस् नाट् अजाति प्रत्यय नास्ति. न न न न ओ अजाति. इट् इस् नाट् अ प्रत्याहार. इट् इस् नाट् अ प्रत्याहार. इट् इस् अ प्रत्यय. प्रत्यय इति प्रत्ययः. अनियर् इति अजादिप्रत्ययः. अनियर् इति अजादिप्रत्ययः. आम्. अच् नास्ति किल तद्. ओ अच् नास्ति. ओके. प्रत्यय इट्सेल्फ् इस् अच्. जस्ट् लैक् अनियर् इस् अ प्रत्यय, अच् इस् अ प्रत्यय बै इट्सेल्फ्. अवगतं किल? इट्स् नाट् अ प्रत्याहार. सो तत्र चिन्तनं किम् इत्युक्ते तत्र न धातुलोप आर्धधातुके इत्यनेन गुणनिषेधः अन्यत्र कुत्रापि भवति वा? अच्चेव निमित्तं भवति चेदेव न धातुलोप आर्धधातुके इत्यस्य कार्यम्, अन्यत्र कुत्रापि तद् भवति वा इति तत्र चिन्तनम्. इदानीं महोदयेन पृष्टं किल अन्यत्र कुत्रापि भवति वा, अत्र एव उत्तरमस्ति. अन्यः न कोऽपि प्रत्ययः वर्तते येन यङ् लुक् भवति. यङ् लुक् प्रति निमित्तं केवलम् अच् प्रत्ययः, अन्य न कोऽपि प्रत्ययः वर्तते. अस्तु, इदानीम् अस्माकम् उदाहरणमस्ति. इदानीं वयम् अनियर् इति स्वीकुर्मः. तत्र यङ् लुक् क्षम्यतां, तत्र न धातुलोप आर्धधातुके इत्यनेन गुणनिषेधः भवति वा इति प्रश्नः. तत्र लू योगः अङ्गयोगः अनियर् इत्यत्र तत्र तु न धातुलोप अर्धधातुके इत्यनेन गुणनिषेधः न भवति न भवति. यङोचि च इति सूत्रे एव अच् इति उक्तम्. अच् प्रत्ययः एव नैमित्तिकः. तत्र एव न धातुलोप अर्धधातुके इत्यस्य कार्यं तदेव वयं प्रायः भवती गतसप्ताहे भवती न आसीत् तद् तत्र अष्टाध्यायी डाट् काम् मध्ये अस्ति उदाहरणानि. तत्र यङ्ग् लुक् इत्यस्मिन् विषये एव तत्र न धातुलोप अर्धधातुके इत्यस्य कार्यम् इति उक्तम्. अत्र यद्यपि वयं यङ्ग् एव स्वीकृत्य अनियर् वयं साधयामः तथापि तत्र अनियर् इति इत्यस्य तु लोप अनियर् इति निमित्तेन यङ्ग् इत्यस्य लोपः न भवति. प्रत्ययः अस्ति चेत् इट् विल् कास् अ डेलीशन् आफ् यङ्ग् अत्र तावदेव. तत्र लोलवनीयम् इति कार्याणि सर्वाणि भूत्वा तत्र लोलवनीयम् इति भवति. गुणनिषेधः नास्ति इत्यनेन लोलव इति सत्यं. इतोपि एकम् उदाहरणमस्ति तदपि पठतु भगिनि. अन्यत् उदाहरणम् अन्यत् उदाहरणं स्वीकुर्मः. लिक् यङ् लुकि ले लिक् इति धातुः. ले लिक् योगः नुगुल् ले लेखकः ले लेखकः. अत्र पुगन्तलघुपदस्य च इत्यनेन णुगुल् प्रत्यये परे लघु उपदा इत्यस्य गुण आदेशः भवति. लघु तदर्थं ले लेखकः अस्ति न तु ले लिखः. एवमेव ले लेखनीयं ले लेखितुं ले लेखितव्यं ले लेखिता ले लेखिष्यति ले लेखिष्यति. एते सर्वे प्रत्ययाः यङोचि च इति सूत्रे अनैमित्तिकाः इति कारणतः अत्र न धातुलोपे आर्धधातुके इत्यस्य किमपि कार्यं नास्ति. प्रसक्ति एव नास्ति. पूर्वम् एवमेव लैक् पूर्वम् अन्यत् उदाहरणं स्वीकुर्मः. लिक् इति कृते यङ् लुकि ले लिक् इति धातुः. ले लिक् इति धातुतः णुगुल् प्रत्ययः भवति चेत् ले लिक् योगः णुगुल् अक प्रत्ययः उल् ओके अक ले लेखकः इति भवति. लिक् इति कृते पुगन्तलघुपदस्य च इत्यनेन णुगुल् प्रत्यये परे लघु उपदा इत्यस्य गुण आदेशः भवति. लिक् इति उपधा ह्रस्व इक् इत्यस्य गुण आदेशः भवति. तदर्थं ले लेखकः अस्ति न तु ले लिखः. ओ सो गुणनिषेधः नास्ति. सो न धातुलोपे आर्धधातुके इत्यनेन गुणनिषेधः नास्ति इति वयं ओके दट् इस् ओके. एवमेव ले लेखनीयं ओके अनियर् ले लेखितुं तुं प्र ले लेखितुं तुमुन् प्रत्ययः. बट् वै इस् दाट् कन्सिडर्ड् हियर् नाट् यङ्गोचि च इत्यत्र यङ्ग् लुक् अच् प्रत्यये परे भवति. अच् प्रत्यय अच् प्रत्ययं विनापि यङ्ग् लुक् भवति. समीचीनम्. सो अत्र किम् उक्तम् इत्युक्ते अच् प्रत्ययः परः अस्ति न धातुलोप आर्धधातुके इत्यनेन गुणवृद्धिनिषेधः भवति. यदा अच् प्रत्ययः नास्ति चेत् अनः यङ् लुक् भवति. यङ् लुक् भवति एव अतः यथा अतः अनियर् इति वा तुमुन् इति वा किमपि नूल् नूल् इत्यत्रापि युवरानाको इत्यनेन अक् आदेशः तत्रापि तत्रापि तस्य कारणेन लुक् न भवति. अनैमित्तिकेन लुक् तु जातः एव यङ् यङ् इत्यस्य लुक् जातः. अतः तत्र न धातुलोप अर्धधातुके इत्यनेन गुणवृद्धिनिषेधः न भवति. किमर्थम्? अच् इस् नाट् द निमित्ता हियर् फार् द यङ् लुक् टु हेपन् तावदेव. ओके ले लेखितव्यम् ओके एवमेव ले लेखितव्यं ले लेखितः ले लेखिष्यति ले लेखिता इति वाट् इस् द प्रत्यया भगिनि ओ आम् ले लेखिष्यति एते सर्वे प्रत्ययाः यङ्गोचिच इति सूत्रे अनैमित्तिकाः इति कारणतः अत्र न धातुलोपे आर्धधातुके इत्यस्य किमपि कार्यं नास्ति. सो यद्यपि अच् प्रत्ययः नास्ति तदापि यङ्ग् लुक् भवति, यङ्ग् लुक् भवति इत्यनेन अनैमित्तिकाः इति कारणतः न धातुलोपे आर्धधातुके इत्यस्य किमपि कार्यं नास्ति, प्रसक्तिः एव नास्ति. तत्र नाधातुलोप आर्धधातुके इत्यस्य एकं वाक्यं तद् इत्युक्ते अनुवृत्तिसहितसूत्रं वा आम् उपरि अर्थः एव स्मरणे भवतु. धातु अंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धि नास्तः. धातुलोप निमित्ते धातु अंशलोपनिमित्त आर्धधातुकः, अत्र तु धातु अंशलोप आर्धधातुकप्रत्ययः अस्ति नूल् अथवा किमपि तव्यर् वाडेवर् तत्र, परन्तु धातु अंशस्य लोपस्य निमित्तं नास्ति तद् किल. धातु अंशलोप भगिनि यङ् इति यदा द्वित्वं कुर्मः यङ् इति योजयामः किल लोलूय किमपि आसीत् इदानीं वयं कृतवन्तः लोलूय इति अस्ति किल तद् धातु अंश यकारस्य लोपः यकार यङ् इति यकारस्य लोपस्य निमित्तं यत् आर्धधातुकप्रत्ययः नास्ति इदानीं तव्यतनियर् मुवुल्स्य इति यद् आर्धधातुकप्रत्ययः तस्य निमित्तं नास्ति तत्र न धातुलोप आर्धधातुके इत्यस्य प्रसक्तिरेव नास्ति. अस्तु भगिनि यङ् प्रथमसोपानं यङ् विधीयते धातुराकाचो समभिहारे यङ् इत्यनेन यङ् विधीयते. इदानीं तत्र मार्गद्वयम् अस्ति, अच् प्रत्ययः परः अस्ति वा न वा इति द्रष्टव्यम्. अच् प्रत्ययः परः अस्ति चेत् तत्र द्वित्वकार्यं प्रथमं भवति वा अथवा यङ्गोचिच इत्यनेन लुक् भवति वा इति द्रष्टव्यम् इति द्रष्टव्यं बहिरङ्गम् अन्तरङ्गम्. इदानीं तत्र यदा तत्र अच् प्रत्ययः परः अस्ति चेत् तद् यङ् तत्र यङ्गोचि धातु अंशस्य लोपस्य निमित्तमस्ति अच् प्रत्ययः, अतः तत्र न धातुलोप अर्धधातुके इत्यनेन गुणवृद्धिः न भवति. यदा अच् प्रत्ययः परः नास्ति चेत् तत्र अनैमित्तिकः, अत्र किमपि बाधा नास्ति, धातु अंशस्य लोपस्य निमित्तं नास्ति, सः तत्र किम् इत्युक्ते गुणः भवति तावदेव. उदाहरणानि सन्ति, पुनः पुनः आगच्छति एव. अस्तु भगिनि. अस्तु अहं न श्रुतवती, बट् ऐ विल् गो अण्ड् सर्टन्लि लिसन् भगिनि. धन्यवादः भगिनी. विजया भगिनी अग्रिमपरिच्छेदः पठति वा? आम् महोदय, नमस्कारः महोदय. किन्तु लिक् यङि ले लिख्य इति धातुः ले लिख्य युः नुल् यस्य हलः इत्यनेन हल् उत्तरस्य य शब्दः यः शब्दस्य लोपः भवति आर्धधातुकप्रत्यये परे ले लिक् योगः नुल्. इदानीं पुगन्तलघुपदस्य च इत्यनेन लूप् नुल् प्रत्यये परे लघु उपद इत्यस्य गुण आदेशः न भवति. किमर्थं चेत् अत्र न धातुलोपे आर्धधातुके इति इत्यनेन पुगन्तलघुपदस्य च इति इत्यनेन प्राप्तः गुणः बाधितः भवति, अतः ले लिखः एव भवति. एवमेव ले लिखनीयं, ले लिखितुं, ले लिखितव्यं, ले लिखितव्या, ले लिखिष्यति इति अनियर् प्रत्ययं, तुमनान्तम्, अनन्तरं तव्यत् प्रत्ययं, तृच् अनन्तरं लिट् अपि अस्ति. अत्र किमपि कार्यं नास्ति महोदय महोदय, किमर्थं चेत् अत्र पुहन्तलघुपदस्य इति कार्यं भवति, परन्तु अत्र न धातुलोपे अर्धदातुके इत्यनेन गुणनिषेधः भवति, अतः तादृशमेव तिष्ठति एव लेलिकः इति. समीचीनं वा महोदय? किन्तु लिक् इत्यत्र लेलिक् इति तदेव पठितवती किल, किं पठितवती भगिनी? क्षम्यतां प्रायः क्षम्यतां इदानीं उषा भगिन्या पठितुं खलु महोदय अत्र न अत्र नास्ति विजया भगिनी पठितवती यङ्ग्. तदेव अहं चिन्तयामि तत्र कार्यम् अस्ति एव किल इति, किन्तु लिक् लिक् इत्यत्र यङ्गि लेलिक्य इति धातुः, तदेव पठितवती किल भगिनि, लेलिक्ययोगः नुगु नुगुल् यस्य हलग इत्यनेन यः शब्दस्य लोपः भवति आर्धदातकप्रत्यये परे, अत्र लेलिक् इति नुल् योजनं कुर्मः चेत् अत्र पुगन्धलघुपदस्य च इत्यनेन लेलेक् इति भवति, परन्तु एतत् पुगन्धलघुपदस्य च इति सूत्रम् अत्र बाधनं भवति. किमर्थं चेत् अत्र न धातुलोपि आर्धदातुके इत्यस्य गुणनिषेधः वृद्धिनिषेधः भवति, अतः तत्र लेलिकः नुल् प्रत्ययम्, एवमेव ले लिखनीयं, ले लिखितुं, ले ले लिखिता, ले लिखिष्यति इति भवति, अत्र गुणनिषेधः भवति, अतः तत्र वृद्धिः गुणः न भवति, न आर्धदा न धातुलोपि आर्धदातुके इत्यनेन पुगन्धलघुपदस्य च इति बाधकं भवति अत्र, अतः अत्र पुगन्धलघुपदस्य कार्यं न भवति. तदेव तदेव न धातुलोप आर्धधातुके इत्यनेन न भवति, अतः एव मम भ्रमः जातः कुत्र पठितवती इति. तत्र तु यङ् न न तत्र श्रूयते वा? समीचीनं वा मम प्रश्नः? अत्र समीचीनतया पठितं वा? न यत् पठितवती तत् सम्यक्, परन्तु यत् प्रतिपादितवती तद् समीचीनं नास्ति. तत्र यद् गुणः भवति तद् न धातुलोप आर्धधातुके इत्यनेन निषिद्धं नास्ति. किमर्थम् इत्युक्ते तत्र तु अच् प्रत्ययः परः एव नास्ति किल, लेलिख्य योगः नूल् अतोलोपः इत्यनेन अदन्ताङ्गस्य ह्रस्वकारलोपः भवति आर्धधातुकप्रत्यये परे, लेलिक् योगः नुवुल्. इदानीम् अत्र यस्य हलः इति यदा भवती पठितवती, हल् उत्तरस्य यकारलोपः भवति आर्धधातुकप्रति, अत्रापि यकारलोपः भवति, परन्तु यस्य हलः इत्यनेन यङोचिच इति सूत्रस्य कार्यमेव नास्ति अत्र. अत्र अच् प्रत्ययः अपि परः नास्ति, धात्वं धातु धातु धातोः यद् अकारः अस्ति लेलि या इति, तस्य लोपः भवति इति प्रदर्शनार्थमेव अत्र उक्तमस्ति एतस्य उदाहरणम्. अत्र हल् उत्तरस्य यकारलोपः भवति आर्धधातुप्रत्यये परे, लेलिक् योगः नूळ्. इदानीं तत्र पुगन्तलघुपदस्य च इत्यनेन गुणः भवति वा इति प्रश्नः उदेति. तद् किमर्थं न भवति इत्युक्ते अचः परस्मिन् पूर्वविधौ, परनिमित्तिकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये. तद् तद् अस्माकं पूर्वमेव अत्र एतत् दातवः पूर्वमेव यस्य अलः इत्यनेन लेलिख्य इति अस्ति, अत्र यकारस्य यस्य अलः इत्यनेन लोपः भवति, अनन्तरं ले लिक् एव तिष्ठति. इदानीम् अत्र पुगन्धलघुपदस्य च इति कार्यं न भवति, किमर्थं चेत् अत्र न धातुलोप आर्धधातुके इत्यनेन भवति गुणनिषेधः भवति, परन्तु पूर्वमेव यस्य यस्य अलः इति कार्यं भूत्वा एव अनन्तरमेव पुगन्धलघुपदस्य च बाधित्वा बाधनं भवति. किमर्थं चेत् अत्र न धातुलोपे आर्धधातुके इत्यनेन एव अत्र बाधकं भवति, गुण वृद्धिः निषेधः भवति अत्र. इदानीं समीचीनं वा? परस्मिन् पूर्वविधौ नास्ति अत्र नलधातुलोप आर्धधातुके इत्यनेन, अत्र य शब्दस्य लोपः भवति धातोः एव लोपः भवति, धातोः धातु अंशः एव धात्वंशलोपः अस्ति अच परस्य पुरोहितव इति अच् अच् परः भवेत् तत् अच् पर अच् निमित्तिक अच् परत्वं तु नास्ति एव किल नास्ति य इति अस्ति खलु हल् परत्वम् अस्ति हल् परत्वम् इत्यनेनैव भवति न तु तेन यद् अस्ति तत् चिन्तनं समीचीनं परन्तु तद् नास्ति अत्र न भवति न दातु अत्र महोदय अपि दत्तमस्ति खलु न दातु अर्धोतुक इत्यनेन एव भवति तत्र पूर्वस्मिन् वर्गे वयं दृष्टवन्तः किल तदेव एकवारं पुनः पश्यामः धातुलोप अर्धधातुके सूत्रपाठः वन् वन् फोर् इति तत्र नुवुल् उदाहरणं प्रथम उदाहरणं द्वितीय उदाहरणं नास्ति अत्र अर्धातुकप्रत्ययः तत्र धातुवंशलोपस्य निमित्तमस्ति यदि यस्य हलः इत्यनेन तत्र यस्य लोपः भवति इति अस्ति तत्र हलुत्तरस्य यकारस्य लोपः भवति इति अस्ति खलु तत्र यस्य हल इत्यनेन हल् उत्तरस्य य शब्दस्य लोपः भवति अर्धधातुकप्रत्यये परे लेलिक्योगः नुवुल् आम् अस्तु अतः समीचीनमेव इत्यनेन तत्र तस्य सूत्रस्य तत्र निमित्तानि पूरितानि भवन्ति लेलिक्य इति धातु अस्ति यगन्तधातु अस्ति तर्हि तस्य धातुवन्तस्य लोपः भवति भवति लोपस्य निमित्तमस्ति नूल् इति आरोपप्रत्ययः न नूल् इति प्रत्ययः तस्य नूल् इति अवगतं अत्र नूतनसूत्रम् आगत्य कार्यं करोति यस्य हलः इत्यनेन यकारस्य लोपः भवति अनन्तरं पुगन्तलघुपदस्य न आर्धदा न धातुलोपे आर्धदातुके एतत् आगत्य पुगन्तलघुपदस्य पुगन्तलघुपदस्य च कार्यं बाधित्वा अत्र गुणनिषेधः भवति अतः एव अत्र लेलिखः लेलिखनीयं तदेव आसीत् किल पूर्वमपि आं महोदय आं सत्यम् आं भगिनि अग्रे अपि तर्हि आहत्य यमोचि च इति सूत्रे बहुलमिति अनुवृत्त्या यङः लुक् वैकल्पिकं भवति द्वादशानां सनादीनां धातुप्रत्ययाणां वैकल्पिकत्वं धातोः कर्मणः समानकर्तुकादिच्छायां वा इति सूत्रात् वा इति अनुवृत्त्या सर्वत्र सिद्ध्यति किन्तु यङः लुक् विधीयते लुक् प्रकरणे न तु धातुप्रत्ययप्रकरणे इति कारणतः बहुलं छन्दसि इत्यस्मात् बहुलम् इत्यस्य अनुवृत्त्या सिद्ध्यति अचि इति निवेशस्य फलं न धातुलोप आर्धधातुके इति सूत्रे च शब्देन अच् प्रत्ययं विना अपि यङः लुक् भवति इत्युक्ते यङः लुक् अनैमित्तिकं कारणं नास्ति एव अत्र निमित्तं नास्ति एव अत्र इदानीं यङोचि इति सूत्रं बहुलम् इति अनुवृत्त्या यङः लुक् वैकल्पिकं भवति कुत्रापि एतद् भवति कुत्रापि न भवति इत्येव बहुलम् इति अनुवृत्त्या अनन्तरं वैकल्पिकं भवति अन्यतरसम् एकस्मिन् पक्षे भवति अन्यस्मिन् पक्षे अच् प्रत्ययं कार्यं न करोति द्वादशानां सनादीनां धातुप्रत्ययानां वैकल्पिकत्वम् अत्र विभाषा इत्यनेन रूपं द्वयं भवति धातोः कर्मणः समानकर्तुकादिच्छां वा इति सूत्रात् वा इति अनुवृत्त्या अत्र विकल्पं विभाषा एतत् वैकल्पिकत्वम् इति भवति एतत् अनुसृत्य एव एतत् सूत्रेण अनन्तरं सर्वत्र सिद्ध्यति इति तत्र दत्तम् इदानीं परन्तु अत्र यङ् लुक् विधीयते लुक् प्रकरणे एव भवति अत्र धातुप्रत्ययप्रकरणे इति कारणतः बहुलं छन्दसि इत्यस्मात् बहुलम् इत्यस्य अनुवृत्त्या सिद्ध्यति बहुलं छन्दसि इत्युक्ते छत्र वेद छन्दसि इत्युक्ते वेदे इति वयं जानीमः एव परन्तु बहुलम् इति किं सूचयति किं सूचयति इत्युक्ते कुत्रापि कदाचित् भवति कदाचित् न भवति इति अचि इति निवेशस्य फलं न धातुलोप आर्धधातुके इति सूत्रे एव अत्र अचि प्रत्ययं कार्यं फलमत्र सिद्ध्यति. च यङोचि च इति अस्ति, च शब्देन अच् प्रत्ययं विना अपि यङः लुक् भवति. च इति अत्र किं सूचयति चेत् च इति अनुवृत्तिः भवति इति, कुत्रापि पूर्वं परे अस्ति इति च सूचयति. परन्तु अत्र अच् प्रत्ययं विना अपि यङ् लुक् भवति, इत्युक्ते यङः लुक् अनैमित्तिकम्, अत्र न निमित्तं भवति, न कारणं भवति. एतदेव तत्र दत्तं महोदय. इतोपि किञ्चित् वक्तव्यं चेत् भवती वदतु महोदय. हा, किमपि नास्ति, तदेव अस्ति, सम्यक्, तावदेव. तत्र भगिनी, केन् वि डू इट् अ लिटिल् मोर् स्लोली भगिनी. द प्रीवियस् थिङ्ग् द लिक् लिक् यङ्गि ले लिख्य, सो यङ्ग् लुकि इत्यस्य कृते गुणः भवति, न धातुलोपे आर्धधातुके इत्यस्य किमपि कार्यं नास्ति. परन्तु अत्र न धातुलोपे आर्धधातुके इत्यनेन गुणः बाधितः भवति यङ्गि. अत्र आम्, तत्र किम् उक्तम् इत्युक्ते, तत्र यङ्गि इति स्वीकृतवन्तः, तस्य लुक् यकारः अस्ति किल, लेलिख्य इति यत् यकारः अस्ति तदेव अस्माकं यङ् प्रत्ययः. तस्य नुवुल् इति अर्धधातुकप्रत्ययः परः अस्ति. तत्र यस्य हलः इति एकं सूत्रम् अस्ति, हल् यदा हल् उत्तरस्य यकार य शब्दस्य या शब्दः इति इत्युक्ते अस्माकं यङ् लुक् लुक् इति न यङ् यङ् एव यङ् प्रत्ययः परः तत्र आर्धधातुकप्रत्ययः अस्ति इति कारणेन यकारलोपः भवति. समीचीनम्. ओके, यस्य हलः इत्यनेन हल् उत्तरस्य य शब्दस्य लोपः भवति आर्धधातुकप्रत्यये परे. सो खकार अनन्तरं य अस्ति इत्यनेन हल् उत्तरस्य य शब्दस्य लोपः भवति आर्धधातुकप्रत्यये परः अस्ति. सो या नुल् अक आर्धधातुकप्रत्ययः अतः लोपः भवति. अतः अस्माकं तु अत्र यङ्गोचि च इति यङ्गोचि च इत्यनेन न भवति. किमर्थम् इत्युक्ते अच् इति प्रत्ययः तु परः नास्ति. ओके, नुवुल् इति अच् प्रत्ययः नास्ति किल, अनुवुल् इति आर्धधातुकप्रत्ययः, केवलम् आर्धधातुकप्रत्ययः. अनेन एव तत्र यकारलोपः भवति. वयं किं दृष्टवन्तः, धातु अंशस्य लोपस्य कारणं तस्य एव तत्र अनेन वृद्धिलोपः बाधितः इति दृष्टवन्तः किल. अतः तत्र इदानीं किं अतः किं भवति इत्युक्ते, अत्र न धातुलोप अर्धधातुके इत्यस्य कार्यम् अत्रापि भवति. किमर्थम् इत्युक्ते धातु अंशस्य लोपः जातः अर्धधातुकप्रत्ययस्य कारणेन. समीचीनं. ओके, अतः तद् बाधितः. पूर्वं यद् उदाहरणम् आसीत् यद् भवती पठितवती, तत्र यङ् लुक् जातः. अत्र यङ् केवलं यङ् लुक् यङन्तधातु लुक् लोपः लुक् इत्यनेन जातः. अत्र लोपः जातः, लोप इत्यनेन खलु अत्र लोपः जातः. लुक् नास्ति, लुक् यङ् लुक् नास्ति, यङन्तधातुः अस्ति. प्रत्ययश श्लू लुक् लुक् अवगतं वा? श्लू लुक् लुक् इत्यनेन लुक् इति अनेन निमित्त कार्य नास्ति. लोपः तदेव अस्ति. ओके, ओके, अतः तत्र गुणः बाधितः. रूपं विद्यते किल, पूर्वं यद् भवती पठितवती ले लेखनीयम् इति आसीत्, इदानीं तु ले लिखनीयम् इति अस्ति. न धातुलोप अर्धधातुके इत्यनेन बाधितम्. न धातुलोप अर्धधातुके यङ् लुक् यङ् इति किमपि न वदति, अच्छित्यपि न वदति. धातु अंशस्य लोपस्य निमित्तं यद् अस्ति अनेन इकः गुणवृद्धिः न भवति इत्येव वदति. पूर्वं यदा वयं पश्यामः एकवारं सूत्रम् एकनिमिषं दात्वंशलोपनिमित्ते अनैमित्तिकलोपः अत्र नैमित्तिकलोपः अतः एव लेखनीयम् इत्यस्मिन् नैमित्तिकलोपः अनैमित्तिकलोपः अत्र नैमित्तिकलोपः तत्र अत्र यदस्ति तत्र यदि यस्य हला इत्यनेन तत्र भवति तत्र नैमित्तिक नैमित्तिकलोपः अस्ति अतः तत्र गुणः न भवति नूल् कारणेन एव यकारलोपः भवति धातु अंशलोपनिमित्ते आर्धधातुके परे सो धातु अंशः लोलु किम् आसीत् ले लेख्य इति अस्ति किल लेलिख्य इत्यस्य तस्य यकार धातु अंशलोपनिमित्तः यकारलोपस्य निमित्तं किं नुवुल् आर्धधातुकप्रत्यये परे नुवुल् अतः तत्र गुणवृद्धिः न भवति अस्तु भगिनि न धातुलोपे आर्धधातुके आम् अनेन यस्य हलः इत्येव कारणं न धातुके इत्यस्य पूर्वस्मिन् उदाहरणे यद् पूर्वं भवती यद् पठितवती तद् न तस्मात् पूर्वं यङोचि च कारणमासीत् न धातुलोप अर्धधातुके अतः न धातुलोप अर्धधातुके इस् नाट् अ स्टाण्ड् अलोन् सूत्रं तत्र किमपि आवश्यकं भवति परन्तु तस्य प्रसक्तिः अधिकमधिकं यङ् इत्यस्य एव दृश्यते तदेव आसीत् बहुलम् इति किमर्थम् उक्तम् इति एव यद् भगिन्या पठितम् इदानीं तद् वैकल्पिकम् अस्ति महोदय भवान् एव अग्रे प्रश्नः धन्यवादः अग्रे प्रश्नः अग्रे प्रश्नः उदेति यद् बहुलं छन्दसि इत्यस्मात् छन्दसि इत्यस्य अनुवृत्तिः भवेत् अनेन यङ् लुक् केवलं वेदे न तु लोके बहुलं छन्दसि छन्दसि इति अनुवृत्तिः अस्ति तत्र यङ्गोचि इति बहुलम् इति तत्र भवेत् एव अनुवृत्तिः भवेत् अनुवृत्तिः भवेत् अनेन यङ् लुक् केवलं वेदे न तु लोके इति चिन्तनं स्यात् तर्हि लोके कथं विधीयते इत्यपि द्रष्टव्यम् अत्र बहुलं छन्दसि इति उक्तमस्ति तत्र यङ्गोचि च छन्दसि इति तत्र अनुवृत्ति अस्ति कृते छन्दसि एव इति अस्माकं भ्रमः भवितुमर्हति तर्हि लोके तत्र यङ्लुकस्य तत्र न भवति वा इति प्रश्नः किमर्थं लोके कथं विधीयते इति द्रष्टव्यम् वेदे भूधातोः यङ्लुगन्तधातोः लोट्लकारस्य प्रथमपुरुषे एकवचनान्तरूपम् अस्ति भो भूतु इति इदं रूपं च साक्षात् निपातेन उच्यते अस्मिन् सूत्रे धाधर्ति धर्धर्ति धर्धर्षि भो भूतु ते ते के लश्य फणी फणत् संशनिष्यदत् करीकृत् कनिकृदत् भरीभृत् दविधतो दविध्वतो दविद्युतरित्रतः सरीसृपथं वरीवृजन् मर्दज्य गणीगन्ती च इति सूत्रे वेदे भोभूतु इत्यस्य निपातनं भवति अष्टाध्यायं यतोहि लोके तस्य रूपं भोभूतु इति भवति लोके गुणं कृत्वा भोभूतु वेदे गुणाभावे भोभूतु इति किन्तु भूस्वोस्तिङि इत्यनेन एव गुणनिषेधं साधितुं शक्यमासीत् अतः निपातनस्य का आवश्यकता इति प्रश्नः अनेन निपातनं व्यर्थम् अस्य समाधानमिदं यत् दाधर्ति इति सूत्रे भोभूतु इति ज्ञापकमस्ति यत् लोके अपि यग्लुगन्तरूपं भवति यदा वेदे निपातनं कृत्वा सूचितं यत् गुणनिषेधः भवति तदा लोके तस्मात् भिन्नं भवेत् इत्युक्ते गुणः भवेत् अतः लोके भोभूतु भोभूतु इति गुणसहितरूपं भवति यद्यपि भो भूस्वो अस्तिङ्गि भूस्वोः तिङ्गि इत्यनेन भूस्वोः तिङ्गि अस्तु इत्यनेन लोके अपि गुणनिषेधः भवति स्म तर्हि लोके भोभूतु वेदे भोभूतु निपातनस्य बलेन भूस्वोस्तिङि इति सूत्रं व्यङ्गलुकि लोके कार्यं न करोति, किन्तु अन्यत्र लोके कार्यं करोति, यथा लुङि अभूत् इति. अस्तु, तत्र छन्दसि इत्यस्य किमर्थं तत्र क्षम्यतां, छन्दसि इत्यनेन वेदे एव तस्य यङ् लुगन्तधातोः प्रयोगः भवति वा इति प्रश्नः. लोके तर्हि तस्य प्रयोगः कथं वा भवति इति प्रश्ने कृते तत्र समाधानमस्ति. दादर्ति इति सूत्रे भोभूतु इति उक्तं, भोभूत् इति निपातनं कृतमस्ति. तत्र प्रायः दादर्ति दर्धर्ति इति तत्र छन्दसि एव अस्ति इति चिन्तयामि. वेदे भोभूतु इत्यस्य निपातनं कृतमस्ति. निपातनं कृतं किमर्थम् इति चेत् तत्र यदि भोभूतु किमर्थम् इति चेत् तत्र भोभूत् इति लोके भोभूतु इति कथं वा भवति इति प्रश्नः. तर्हि भोभूतु इति वेदे अस्ति चेत् तत्र भोभूतु भोभूतु इति गुणः भवति इति तत्र इन्फर्ड् इति गुणने अस्ति इति तत्र अनेन निपातनेन तत्र वैयाकरणः वदन्ति. तत्र ज्ञापकमस्ति अत्र लोके यङ्गलुगन्तरूपं भवति, अपि च तत्र भोभूतु इति कृतमस्ति, भोभूतु इति वेदे भवति, लोके भोभूतु भवति. भूसोः किङ्गि इत्यस्य कार्यं न भवति अत्र इति दत्तमस्ति. निपातनस्य बलेन भूस्व तिङ्गि इति कार्यं यङ्गलुकि न भवति इति अस्ति. Inclusion of bhobhutu is a nyapaka, indicating that in every other case, the guna is not prohibited in the yangluk, as bhobeti and bhobaviti. Samasthi. Tat bhobhutu iti bhobhutu. Tat kim vakti bhagini, tat dhadarti iti kim vadati, dhadarti sutram. सूत्रं किं वदति इत्युक्ते इन् द छन्दस् आर् फौण्ड् फालोयिङ्ग् 18 धादर्ति इति तिङन्तं, सर्वे तिङन्तानि एव सर्वे तिङन्तरूपं निपातनं कृतम्. आम् आम् निपात रेडिमेड् फार्म् तत् वर्ड् छन्दसि इस् ड्रान् टु द सूत्र बै द फोर्स् आफ् छ इति अस्ति, अतः छन्दसि इति अनुवर्तते. द फार्म् दादर्ति इस् ऐदर् फ्रम् द कासेटिव् आफ् द रूट् ड्रिङ्ग् अवस्थाने आर् फ्रम् ग्रै इन् द श्लू आर् यङ्ग् लु. देर् इस् अ लेङ्थनिङ्ग् आफ् द अभ्यास अभ्यासस्य दीर्घत्वं किल, अण्ड् एलिशन् आफ् नी मेरनिटि इत्यनेन नी लोपः. सो आल्सो दधिर् धर्धर्ति इस् द फार्म् इन् श्लू अग्रिमं किल, धर्धर्ति अल्पप्राण महाप्राण इस् अ फार्म् इन् श्लू वित् रुक् आर्ग्युमेण्ट् आफ् द अभ्यास, प्रायः रुक् विषये अग्रे आगच्छति. अनन्तरं धर्धर्षि इस् द फार्म् आफ् यङ्ग् लुक्, देर् इस् नो इरेग्युलारिटि, तद् यङ्ग् लुक् एव. Bho-bhutu is a form of bhu in the intensive yang look, imperative, irregularly without guna. Imperative ityukte asmakam lot lakaraha, kila? Nava? Aam, kila? Aam, bhagini. Bho-bhutu ekanuksha, bho-bhutu, lot lakaraha eva imperative iti vat. Irregularly without guna. तर्हि भोभूतु भोभूतु इति सामान्यतः भवितुमर्हति भवति स्म तद् भोस्तुङ् इति सूत्रेण. किमर्थं पुनः स्थापितमस्ति इति कृते तत्र विषय वैशिष्ट्यमस्ति. छन्दसि भोभूतु अन्यत्र न भवति गुण भोभूतु इति भवति इति इन्फरेन्स् अस्ति किमर्थं तत् स्थापितमस्ति, यद्यपि भवति स्म ज्ञापकत्वात्. द आन्सर् द इन्क्लूषन् आफ् भोभूतु इस् अ ज्ञापक indicating that in every other case the guna is not prohibited in the young look. As bobeti, bobaviti, lat with eat. Iti. Nyapakatva bhavatu itieva atra bobutu iti. Samichinam ba? Sophi pataniya bhaiva. Samyakta deva. Tad busu astingi ityanena bhavati sma parantu निपातनात् एव तत्र उक्तं वेदे निपातनं कृत्वा सूचितं यत् गुणनिषेधो भवति यत्र भवति चेत् किमर्थं तत्र तत्र आवश्यकं नास्ति भो भवति इति वक्तुं भो भूत् इति वक्तुं भोसु इति रूपं साधितं भवति परन्तु तथापि तेन दत्तम् इति तत्र अर्थः किमपि अन्य अर्थः भवति इति अर्थः लोके गुणः भवति इत्येव अर्थः इति अस्ति आम् निपातनस्य बलेन भूसुवोस्तिङि इति सूत्रं यङ्गुल्कि लोके कार्यं न करोति निपातनस्य बलम् अधिकम् इति कारणेन किन्तु अन्यत्र लोके कार्यं करोति यथा लुङ्गि अभूत् इति अभूत् इत्यत्र तु कार्यं करोति परन्तु अस्मिन् यङ्ग्लुकि तस्य कार्यं न भवति मूसुवोस्तिङि इत्यस्य अस्तु तद् सूत्रमपि एकवारं महोदय पूर्वं वयं न दृष्टवन्तः किल प्रथमवारम् इति चिन्तयामि लुङ्गि दृष्टवन्तः वा भूसुवोस्तिङि इति भूसु इति धातुभ्यः धातुभ्यां सार्वधातुके तिङ् प्रत्यये परे गुणनिषेधः भवति भूधातुः भ्वादिगणे यथा लुङ्लकारे भूधातोः परे तिङ् साक्षात् आयाति तत्र इक गुणः भवति स्म परन्तु अनेन सूत्रेण गुणनिषेधः अभूत् इति रूपं भवति सुधातुः अदादिगणे अस्ति अनेन सूत्रेण पिति परे अपि गुणः न भूश्च सूश्च भूसुवोः इतरेतरद्वन्द्वः तयोः भूसुवोः भूसुवोः षष्ट्यन्तं तिङि सप्तम्यन्तं तिगलमितं सूत्रं न अभ्यस्तस्य अचि पिति सारदातके इत्यस्मात् न सारदातके इत्यनयोः अनुवृत्तिः निधेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः अनुवृत्तिसूत्रमस्ति भूसुवोः न गुणः सार्वधातुके तिङि इति अत्र भूधातुः अपि सुधातोः तिङ् प्रत्यये परे गुणनिषेधः भवति इति अस्ति सार्वधातुके तिङ् गुणनिषेधः भवति सार्वधातुके तिङि इति अस्ति सार्वधातुके तिङ् प्रत्यये परे गुणनिषेधः भवति एकनिमिषं तत्र सार्वधातुक तिङ् इत्युक्ते लट्लकारः अपि सार्वधातुकः एव किल लट्लकारस्य न भवति अत्र शप् अस्ति खलु तत्र तिङ् प्रत्यये न भवति अतः भव इति भवति साक्षात् परे भवतु इति वा साक्षात् इति अव्यवहितरूपेण भवेत् खलु तत्र सार्वधातुके तिङ् प्रत्यये परे इदानीं लट्लकारे भूधातोः शप् विकरणप्रत्यये आगच्छति खलु तत्र तेन तत् गुणः भवति तत्र अनन्तरं भव इति भवति खलु तत्र आवश्यकता अत्र कार्यं नास्ति तिङ् परे यदि गुणस्य प्रसक्तिः अस्ति चेत् तत्र भवति अनेन सूत्रेण गुणनिषेधः भवति स्म परन्तु अत्र न भवति खलु सार्वधातुकतिङ् अस्ति चेत् वयम् अस्मिन् अस्तु यङ् विधानानन्तरं यदा वयं नूतनधातुः अस्ति अनन्तरं वयं सार्वधातुकतिङ् योजयामः तत्र गुणनिषेधः भवति स्म यदा तस्य प्रसक्तिः अस्ति चेत् किल अभूत् इत्यस्मिन् वयं दृष्टवन्तः तत्र लुङ्गि परन्तु लुङ्गि सार्वत्रिक परन्तु लोपः भवति खलु सिचि लुक् भवति खलु तत्र किं भवति अत्र प्रथम तद् वयं कर्मणि दृष्टवन्तः महोदय कर्मणि दृष्टवन्तः खलु लुक् भवति खलु तत्र अनेन तत्र अभूत् इति चिन्तयामि सुवोस्तिङ्गि 7388 किल परं स्पष्टं भवति भूधातुः तदा सुधातुः अङ्गस्य सारधातुके तिङ् प्रत्यये परे गुणः न भवति भूधातुः वस्तुतः भुआदिगणीयधातुः अस्ति अतः सार्वधातुके तिङ् प्रत्यये परे अस्मात् शप्स्वीकरणप्रत्यये विधीयते तदेव मम प्रश्नः आसीत् परन्तु लुङ् लकारस्य विषये च्लि इत्यस्य विकरणप्रत्ययस्य सिच् इति आदेशः कृते गतिस्था इति किमपि सूत्रम् अनेन चित् सिच् प्रत्ययस्य लोपः भवति अतः भूधातुः साक्षात् परः सार्वधातुक तिङ् साक्षात् परः आगच्छति अस्याम् अवस्थायां सार्वधातुकार्धधातुकयोः इत्यनेन उकारगुण आदेशे प्राप्ते अनेन सूत्रेण निषिध्यते इदानीं स्पष्टमस्ति सर्वे अपि अवगतवन्तः किल साक्षात् परः सेवेन् त्री एय्टि एय्ट् इति सूत्र अत्र भूधातुः वस्तुतः भूआदिगणीयधातुः सार्वधातुक तिङ् प्रत्यये परे शप् विकरणप्रत्ययः विधीयते समीचीनं परन्तु लुङ् लकारस्य विषये किं भवति इत्युक्ते श्लि इत्यस्य विकरणप्रत्ययस्य सिच् इति आदेशः लुङ् इत्यस्य विकरणप्रत्ययः तु च्लि च्लि विकरणप्रत्ययस्य सिच् आदेशः सिच् इत्यस्य अपि लोपः भवति गाति सा वयं तत् सूत्रं न दृष्टवन्तः वयं तु कर्मणि दृष्टवन्तः एतत् कर्तरि विषये वदति सिच् इत्यस्य लोपः भवति अतः भूधातोः साक्षात् परः इदानीं किम् अस्ति सार्वधातुकः तिङ् प्रत्ययः भूयोगः लुङ् भूयोगः च्लीयोगः लकारः भूयोगः सिच् योगः लकारः इदानीं सिच् इत्यस्य अपि लोपः भूयोगः लकारः इदानीं तत्र साक्षात् परः अस्ति इत्यनेन सार्वधातुक अर्धधातुकयोः इत्यनेन उकारस्य गुणद आदेशे प्राप्ते भूसुवोस्तिङ्गि इत्यनेन तद् निषिध्यते अतः अभूत् इति रूपम् अभूत् अभूत् वयं तु तद् कर्मणि दृष्टवन्तः अतः एतत् सूत्रं वयं न दृष्टवन्तः गातिस्तादु सागु दृष्टवन्तः भगिनि गातिस्तागु तद् सूत्रं वदामि तत् सूत्रं न दृष्टवन्तः इति परस्मैपदेषु इति तदेव वदामि परन्तु भूसुवस्तिङ्गि प्रायः दृष्टवन्तः परन्तु एतत् गाति सा गूपा तद् सर्वं न दृष्टवन्तः तदेव तत्र कथं वा भवति साक्षात्ङ्गि दृष्टवन्तः श्लेहे सिच् दृष्टवन्तः परन्तु एतत् गाति सा गूपा तद् न दृष्टवन्तः भूसुवस्तिङ्गि इत्यनेन तत्र गुणनिषेधः भवति तत्र यूट्यूब् मध्ये मातुः यूट्यूब् चानल् अस्ति पुष्पादीक्षित इति तत्र ह्यः सा एका त्रयोदश वर्षीय बालिका सा लुङ् लकारस्य केवलं लुङ् लकारस्य प्रक्रियां वदति प्रायः 15 मिनिट् वीडियो अस्ति तद् समयः अस्ति चेत् पश्यतु मातुः एव चानल् अस्ति एकं तत्र आरोपितं तत्र लुङ् लकारः इति वयं तु कर्मणि ईसि सरलं यदस्ति तद् कृतवन्तः तत्र लुङ् कर्तरि लुङ् इत्यस्य कानि सूत्राणि कथं रूपं साधनीयम् इति सा झटिति झटिति वदति एकवारं तस्य आयुः तु तस्य आयुः त्रयोदश इति मातुः वदति माता वदति तस्याः आयुः त्रयोदश इति अतः प्रायः तस्य स्मरणशक्तिः अधिकम् अस्ति, अन्य स्ट्रेस् नास्ति किल. अस्माकं तु अतः अद्य पठितं नाग. आम् आम् सः सम्यक् वदति. एकवारं पश्यतु तत्र वयं केचन सूत्राः तु वयं यद् कर्मणि अस्ति तत्तु वयं जानीमः, द्वादशप्रत्ययाः तद् वयम् उप आदौ पठितवन्तः. द्वादशप्रत्ययाः विधीयन्ते लुङ्लकारस्य इति तत्र आम् उपसूत्राणि द्वादशप्रत्ययेषु अपि पुनः पुनः सूत्राणि, सा तु सम्यक् वदति एव. एकवारं पश्यतु. इतोपि किञ्चित् समयः विशिष्टः. भगिनी भवती एव वस्तुतस्तु अनेन एव सूत्रेण. आम् वस्तुतस्तु अनेन एव सूत्रेण अधिक अधिकधातुभ्यः यङ् लुक् भवति. इत्युक्ते एभ्यः उपरियुक्तेभ्यः धातुभ्यः यङ् प्रत्ययः सम्भवति, आधिक्येन तेभ्यः यङ् लुकः अपि विकल्पेन भवति. परिगणितेभ्यः एव यङ् लुक् न भवति, ते च महाभाष्यस्य ज्ञापकेन अधः निर्दिष्टाः. ओके, वस्तुतस्तु अनेन एव सूत्रेण अधिक अधिकधातुभ्यः यङ् लुक् भवति. ओके, सो भू सिवोस्तिङ्गि इत्यनेन गुणः एव बाधितं भवति फार् भू इत् विच् सूत्र इस् इट् बी बहुलं छन्दसि यङ्गोचि च यङ्गोचि च इति सूत्रे बहुलम् इति अनुवृत्य यङ् लुक् वैकल्पिकम्. ओके, यङ्गोचि च इति सूत्रे बहुलम् इति अनुवृत्तिः अस्ति इत्यनेन यङ् लुक् वैकल्पिकम्. ओके, सो अनेन सो यङ्गोचि च इत्यनेन एव अधिकधातुभ्यः यङ् लुक् भवति. ओके, इत्युक्ते एभ्यः उपरियुक्तेभ्यः धातुभ्यः यङ् प्रत्ययः सम्भवति, आधिक्येन तेभ्यः यङ् लुक् अपि विकल्पेन भवति. ओके, परिगणितेभ्यः एव यङ् लुक् न भवति, ते च महाभाष्यस्य ज्ञापकेन अधः निर्दिष्टाः. अस्तु भगिनि, सो केभ्यः धातुभ्यः अग्रे पठामि वा भगिनि? आम्, अतः तत्र वयं तु एकात् हलादिधातुभ्यः एव यङ् विधीयते इति दृष्टवन्तः, तत्र अपवादाः अपि आसन्. तत्र यङ् लुक् तु यत्र यत्र यङ् विधीयते अनेन यङ् लुक् अधिकाधिकधातुभ्यः यङ् लुक् अपि भवति, परन्तु तत्रापि कुत्र न भवति इत्यपि अस्ति. सर्वत्र यङ् लुक् न भवति इति न, अपि केचन विषयाः सन्ति. तदेव आम् केभ्यः धातुभ्यः केभ्यः धातुभ्यः यङ् लुक् न भवति, यङ्गः लुक् न भवति. आम्, वकारान्तधातवः महाभाष्ये दत्तम् अस्ति यत् च्वोः षूड् अनुनासिके च. ओ दक्षुतव्यं दृष्टवन्तः. च्वोः षूड् अनुनासिके च इत्यनेन ये ऊट् भाविनः वकारान्तदातवः सन्ति तेषां यङ् लुक् न भवति. ऊट् भावी धातुः इत्युक्ते तादृशधातुः यस्य च्वोः षूड् अनुनासिके च इति सूत्रेण ऊट् आदेशः सम्भवति. महाभाष्ये दत्तम् अस्ति यत् श्वोः षूड् अनुनासिके च इत्यनेन ये ऊट् भाविनः वकारान्तदातवः सन्ति तेषां यङ् लुक् न भवति. सो केभ्यः धातुभ्यः यङ् लुक् न भवति इत्यस्य कृते वकारान्तदातवः श्वोः षूड् अनुनासिके च इति सूत्रेण ऊट् भावं भवति चेत् तस्य धातोः कृते यङ् लुक् न भवति इति महाभाष्ये दत्तम्. ज्वोः षूड् अनुनासिके च इत्यनेन इति सूत्रं वदति तुक् सहित चकारान्तस्थाने शकार आदेशः. तुक् सहित चकारस्य स्थाने शकार आदेशः अपि च वकारस्य स्थाने ऊट् आदेशः भवति. अनुनासिकादिप्रत्यये परे क्वी परे क्वि परे जलादिप्रत्यये च परे अनुवृत्तिसहितसूत्रं पठतु भगिनि. आम्, अनुवृत्तिसहितसूत्रं च्वोः अङ्गस्य शूट् क्वि जलोः अनुनासिके च. तुक् सहित चकारस्य स्थाने सो चकारः च इति तुक् सहित चकार सूचितं. देन् वकारस्य स्थाने अपि च वकारस्य स्थाने ऊट् आदेशः भवति. ऊट् वकारस्य स्थाने ऊट् भवति. तुक् सहित चकारस्य स्थाने शकार आदेशः भवति. क्वीजलोः अनुनासिके परः अस्ति चेत् क्वीजलोः इति अनुवृत्ति. ओके, क्वी अथवा जलि परः अस्ति चेत् अनुनासिके च अनुनासिक अपि परः अस्ति चेत् अपि देन् आदेशः भवति. तुक् सहितचकारस्य स्थाने शकार आदेशः अपि च वकारस्य स्थाने ऊट् आदेशः भवति. तस्य कृते ऊट् आदेशः भवति चेत् अपि यङ्ग् लुक् भवति इति महाभाष्ये दत्तम्. ओके, यङ्ग् लुक् न भवति. स्रिब् मव् इति द्वौ धातु ऊट् भाविनौ, किन्तु ज्वर त्वर श्रिव्य वट द धातु श्रिव्य विम वाम उपधायाश्च इति सूत्रेण, न तु च्वोः शूड् अनुनासिके च इति सूत्रेण. स्रिब् मव् इति द्वौ धातु. ओके, ओ दिस् इस् एक्स्ट्रा अडिशन्. ओके, स्रिब् मव् इति द्वौ धातु वूड् भाविनौ, किन्तु नाट् बै श्वोः शूड् अनुनासिके च, परन्तु ज्वर त्वर स्रिव्य विम वाम् उपधायाश्च इति सूत्रेण भवति. ओके, अस्मिन् सूत्रे एतौ द्वौ वकारान्तधातु साक्षात् उल्लेखितौ, अतः एतौ द्वौ एव ययोः यङ्ग्लुक् रूपं भवति. ओके, अस्मिन् सूत्रे अव् धातुः अपि पठितः, किन्तु स च धातुः अजादिः इति कारणतः यङ् प्रत्ययः न विधीयते, तदर्थं तस्य यङ्ग्लुक् अपि न भवति. ओके, स्रिब् मव् इति द्वौ धातु ऊट् भाविनौ भवति, च्वोः शूड् अनुनासिके च इति इति सूत्रेण नास्ति, परन्तु ज्वरत्वर इति सूत्रेण. ओके, अस्मिन् सूत्रे एतौ द्वौ वकारान्तधातु साक्षात् उल्लेखितौ. स्रिब् मवाम् उपधाया, अतः एतौ द्वौ एव ययोः यङ्ग्लुक् रूपं भवति. ओके, यङ्ग्लुक् रूपं भवति, परन्तु पूर्वं वयं पठितवन्तः प्रथमसूत्रेण वकारान्तदातवः ऊटुभाविनः वकारान्तदातवः सन्ति चेत् न भवति शूडनुनासिके च प्रथमं. तस्य वैकल्पिक क्षम्यतां, तस्य अपवादद्वयं स्विव् मव् वकारान्तधातुः ऊट् भाविनौ अपि, परन्तु सूत्रे उक्तत्वात् साक्षात् उक्तत्वात् तस्य तु यङ्ग् लुक् रूप् भवति. ओ, 6419 and 6420. ओके, ओके, अस्तु भगिनि. तत्र सूत्रमपि पठति वा? ज्वर त्वर स्रिव् श्रिव्य विम वाम् उपधायाश्च. ओके, ज्वर् त्वर् स्रिव् अव् ओके, स्रिव् अव् मव् इत्येषां धातूनाम् उपधा च वकारः च इति अनयोः मिलित्वा स्थाने ऊट् आदेशः भवति अनुनासिकादिप्रत्यये परे, क्वि परे, जलादिप्रत्यये च परे. ज्वरश्च, त्वरश्च, श्रिवश्च, अभिश्च, मौ च, तेषाम् इतरेतरद्वन्द्वः ज्वर, त्वर, श्रिव, अव, श्रिव, श्रिव्य, विमवः, तेषां ज्वर, त्वर, श्रिव्य, विमवाम्. ओके, ज्वर, त्वर, श्रिव्य, विमवां षष्ट्यन्तम्, उपादायाः षष्ट्यन्तं च अव्ययं त्रिपदमिदं सूत्रं. च्वोः षूट् अनुनासिके च इत्यस्मात् वः ऊट् अनुनासिके इत्येतेषाम् अनुवृत्तिः, अनुनासिकस्य क्विज्जलोः किङ् इति इत्यस्मात् किङ् क्विज्जलोः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं. ज्वर, त्वर, श्रिव, श्रिव्य, विमवाम् अङ्गस्य उपादायाः वः च ऊट् क्विज्जलोः अनुनासिके च. अस्तु भगिनि, पूर्वसूत्रं श्वोः शूट् अनुनासिके च, पूर्वसूत्रात् उपादायाः न उपादायाः अत्र अस्ति, अङ्गस्य उपादायाः वः च ऊट्, ऊट् इति पूर्वसूत्रात् पूर्वसूत्रात् परन्तु नास्ति. ऊट् इति ऊट् इति अत्र तु न उक्तम्. ऊट् इति मेबि 6418 पूर्वम्, इतोपि पूर्वं द्रष्टव्यं. 6429 किल, 6419 ऊट् इति वेर् गिवन् भगिनि, अनुनासिकस्य किञ्जलो किङ् इति 15 6415. एतत् सूत्रसङ्ख्या वदतु, चोकोषूड् अनुनासिके 6419 मम पुस्तके. तस्मात् अनुनासिकात् क्विज्जलोः किङ् इति सूत्रं तत्र एव अस्ति. षूड् श्वोः षूड् अनुनासिके ऊट् प्रथमा एकवचनम्. ऐ रेड् दट् श्वोः शू अनुनासिके च, सो ऊट् इति अस्ति अत्र सूत्रे एव अस्ति. सत्यं, तस्मात् एव अत्रापि अनुवर्तते अग्रिम सूत्रात्. अस्तु भगिनि, ज्वर, त्वर, श्रिव्, अव्, मव् इत्येतेषां धातूनाम् उपदा च वकारः च इति अनयोः मिलित्वा, वकारः च इत्यनयोः मिलित्वा स्थाने ऊट् आदेशः भवति अनुनासिकादिप्रत्यये परे, क्वि परे, जलादिप्रत्यये च परे. यद्यपि तत्र औ इति अपि वकारान्तधातुः अस्ति, तस्य यङ् लुक् न भवति अजादिधातुः इति कृत्वा, यङ् एव न विधीयते, अतः अनन्तरमेव यङ् लुक् किल, यङ् एव तत्र न विधीयते. वकारान्तधातुषु यत् ऊट्भाविनः सन्ति सामान्यतया तस्य यङ् लुक् न भवति, परन्तु ज्वर, त्वर, श्रिव इति सूत्रेण श्रिव्, मव् इत्येतेषामेव तत्र यङ् भवति सूत्रे उक्तत्वात् साक्षात् उल्लेखितौ अकारान्तधातु. अतः धातु अतः तस्य यङ् लुक् रूपं भवति, तदेव कारणमिति न, साक्षात् वकारान्तधातु उल्लिखितौ, अतः सो यङ् लुक् रूपं भवति. यङ् लुक् इति सूत्रे किमपि न दृष्टं खलु भगिनि? न, तदेव वयं पूर्वं तद् स्टिपा निर्दिष्टं, स्टिपा निर्दिष्टं, तत्र यङ् लुक् भवति न भवति इति दृष्टवन्तः किल, तदेव पुनः अत्रापि वदति. एकनिमिषं तत्र अस्ति वा इति पश्यामि. अत्र नास्ति, पूर्वं वयं कापि प्रथभुआदिगणे इति पाठे दृष्टवन्तः, पुनः अपि एकवारं. कुत्र अस्ति भगिनि? शप अनुबन्धेन निर्दिष्टं यत् गणेन च यत्रैकाज् ग्रहणं चैव पञ्चैतानि न यङ्ग्लुकि परिभाषा भवति. परिभाषासङ्ख्या तु 131. अत्र अनेन स्तिप् प्रत्ययेन निर्दिष्टं, शप् प्रत्ययेन निर्दिष्टम्, अनुबन्धेन निर्दिष्टं, गणेन निर्दिष्टम्, एका च ग्रहणे च इमानि पञ्चविधसूत्राणि यङ्लुपि न प्रवर्तनीयानि इति भवति. अतः अत्र स्विव् अव् मव् इति ष्टिपा न निर्दिष्टम्. ओके, अतः यङ्लुप् भवति. ओके ओके तादृशम् अवगन्तव्यम्. अग्रे अस्ति वा इति पश्यामः. धन्यवादः भगिनी. विजया भगिनी, इतोपि एकमेव पङ्क्तिं, तत् परिच्छेदं, लघुपरिच्छेदं पठतु, अनन्तरं समापयामः. येषां वकारान्तदातूनां, येषां वकारान्तदातूनाम् अन्तिमवकारात् प्राक् रेपः अस्ति, यथा दुर्व् सुर्व् तुर्व् दुर्व् मूर्व् पूर्व् कर्व् गर्व् शर्व् पूर्व् बर्व् मर्व् शर्व् शर्व्. एते धातवः ऊट् भाविनः न, अपि तु येषाम् अन्तिमवकारस्य लोपः सम्भवति राल्लोपः इति सूत्रेण. एतादृशेभ्यः वकारान्तदातुभ्यः यङ् लुक् भवति एव इति तत्र दत्तम्. एतत् अन्तिमवर्गे द्रष्टुं शक्यते खलु महोदय? आमां, तदेव कुर्मः, तदेव तद् ध्रुवं, यद्यपि तद् वकारान्तदातुः तस्य यङ् लुक् भवति एव इत्येव. तत्र ऊट् भाविनः नास्ति, अतः तत्र अन्तिमवकारस्य लोपः राल्लोपः इत्यनेन भवति, तत्र तु यङ् लुक् भवति इत्येव. अत्र स्थगयामः, अग्रिमसप्ताहे पश्यामः. समयः अस्ति चेत् किञ्चित् पठित्वा आगच्छन्तु, अनेन बहु स्पष्टं भवति. अस्तु महोदय, शुभरात्रिः. धन्यवादः महोदय, नमस्काराः. धन्यवादः, धन्यवादः भगिनी. आम्.